सर्वेभ्यः नमो नमः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. प्रवर्तमानविषयः अस्ति पाणिनीयसूत्रं कथं पठनीयम् इति. प्रथमं किञ्चित् पुनःस्मरणं कुर्मः. अत्र सुमित्रा भगिनी वदति वा, आदेशः आगमः लोपः इत्युक्ते किम् इति. भगिनी किं नाम उक्तवती? भवत्याः नाम एव. आदेशः आगमः लोपः इत्युक्ते किम्? किञ्चित् संक्षिप्तरूपेण एव. अस्तु भगिनि, आदेशः इत्युक्ते नूतनवर्णः आगच्छति इति आदेशः. आगमः इत्युक्ते एकवर्णस्य स्थाने नूतनवर्णः आगच्छति इति न, तत् आदेशः. वर्णः पूर्वं वर्णम् अपि तिष्ठति, नूतनवर्णम् अपि आगच्छति इति आदेशः आगमः. यथा वर्णस्य आदर्शनं भवति तत् लोपः. उत्तमम्. आदेशः इत्युक्ते कस्मिंश्चित् वर्णस्य स्थाने आगच्छति इति आदेशः. अस्तु, अनन्तरं श्रीवल्ली भगिनी वदति वा, षष्टिविभक्ति सूत्रे यदा षष्टिविभक्ति इति वदामः चेत् किं सूचयति तत्? आं भगिनि, स्थाने इको यणचि इति सूत्रे इकः इति षष्टिविभक्ति, इकः स्थाने यण् आदेशः, अचि अचि परे अस्तु. उत्तमं भगिनि, धन्यवादः. अमितराव् महोदय वदति वा, प्रथमा विभक्ति इत्युक्ते किम् इति, सूत्रे प्रथमा विभक्ति किं सूचयति इति. आम् भगिनि, प्रथमा विभक्ति इत्युक्ते आदेशः अथवा आगमः अथवा नामकरणं सूचयति. लीता भगिनी वदति वा, सप्तमी विभक्ति इत्युक्ते किम् इति. आं भगिनि, सप्तमी विभक्तिः इत्युक्ते पूर्वकार्यम् इति उच्यते. इत्युक्ते यदा इको यणचि इति सूत्रं स्वीकुर्मः चेत् तत्र कार्यं कुत्र भवति? इको यणचि इत्र स्थाने अचि इति स्थाने सप्तमी विभक्तिः अस्ति. अचि इति सप्तमी विभक्ति अस्ति. उत्तमम्. आम्, परन्तु कार्यं कुत्र भवति? अचि परे इत्युक्ते सर्वे स्वराः पूर्वे इकः यन् स्यात् सवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति. आम्, एकम् उदाहरणं वदामि, तत्र प्रायः स्पष्टं भवति. यदा अस्माकम् उदाहरणमस्ति यदि योगः अपि, अस्तु, तत्र तत्र अचि कुत्र अस्ति? अचि द्वितीयपदस्य प्रथमवर्णः. उत्तमं. प्रथमवर्णस्य अन्तिमवर्णः इकारः अस्ति. उत्तमम्. इकारस्य स्थाने कः वर्णः आदेशः भवति? यकारः किल? यकारः भवति. उत्तमम्. अचि इति सप्तमी अन्तपदं परे अस्ति, अतः पूर्वं कार्यं भवति. इकारस्य उत्तमं तावदेव अवगतं किल कार्यं कुत्र भवति इति कार्यं पूर्वं भवति आम् सप्तमी प्रश्नः न अवगतं मया पुनः वदतु महोदय आम् आं साधु निमित्तमेव सप्तमी इत्युक्ते निमित्तमेव सप्तमी इत्युक्ते परनिमित्तं निमित्तम् इदानीं निमित्तम् इति स्वीकुर्मः अनन्तरं वयं तस्य निरूपणमपि कुर्मः इदानीं निमित्तं कारणम् अस्ति अचि इति अत्र निमित्तम् इति कार्यम् अहं न अवगतं भगिनि निमित्तम् इत्युक्ते कारणम् अपि आकारः अच् प्रत्याहारे अस्ति तदेव कारणं यदा यदि इत्येव पदम् अस्ति चेत् तद् ईकारः यकारः न भवति किल यदा अचि परे अस्ति तदा एव कार्यं भवति निमित्तकार्यम् इति भवति वा तदपि तदपि वक्तुं शक्नुमः निमित्तसप्तमी इति वदामः निमित्तसप्तमी अस्तु इदानीम् आम् निमित्तं मध्ये केनापि आगतं वा रामनाथन् महोदयस्य अनन्तरं अजितमहोदय माला अस्मि महोदय आम् अनन्तरं अजितमहोदय आं स्वागतम् अन्य केनापि 8382 माला भगिन्याः नम्बर् वा न जगन्नाथमहोदय वा ओ जगन्नाथम् आम् आं स्वागतं महोदय अस्तु उत्तमम् अस्तु इदानीं पञ्चमी विभक्ति रामनाथन् महोदय वदति वा पञ्चमी इत्युक्ते किम् इति नमस्ते गीता आम् पूर्णतया वदतु महोदय कृपया एतद् उदाहरणं स्वीकृत्य वदतु किल रसाभ्यां नो नः समानपदे इति करपत्रं करपत्रे पाणिनीयसूत्रं कथं पठनीयम् इति करपत्रे डि इति भागः पञ्चमी विभक्ति परकार्यम् इति अस्ति किल न प्राप्तं वा द्वितीयं पाणिनीयसूत्रं कथं पठनीयं डि भागः प्राप्तं वा पञ्चमविभक्ति अस्ति चेत् परकार्यं पठतु महोदय चिन्ता नास्ति पठतु सूत्रे यस्य वर्णस्य पञ्चमे विभक्तिः भवति सः निर्दिष्टात् कार्यात् पूर्व स्थितः इत्यर्थः नाम निर्दिष्टं कार्यं तस्मात् परम् अस्ति उदाहरणमपि पठतु महोदय स्पष्टं भवति सूत्रं रसाभ्यां नो नः समानपदे इति सूत्रेण नः इति पञ्चमविभक्तिः रेफशकारात् उत्तरस्य नकारस्य नकारदेशे भवति एकं पदमेव रेफम् अस्ति चेत् नकारात् पूर्वं नकारं आदेशः भवति इदानीं दशाभ्यां नूनः समानपदे इति सूत्रे कस्मिन् पदं पञ्चम्याम् अस्ति नकारः न तत्र एव दत्तम् अस्ति किल महोदय रसाभ्यां पञ्चम्यन्तं नः षष्ट्यन्तं नः प्रथमान्तम् इति यदा रसाभ्यां रेपात् वा शकारात् वा अवगतं किल अवगतं किल तावदेव तद् बहु मुख्यम् अस्ति यदा रेपः वा शकारः वा एकस्मिन् पदे अस्ति चेत् तत्र नकारः अपि तस्मिन् पदे एव समानपदे नकारः अपि अस्ति चेत् तद् नकारः भवति इति अहमेकम् उदाहरणं ददामि नरः इति पदं तत्र तु रेपः अस्ति परन्तु नकारः किमर्थं न भवति नकारः पूर्वं भवति परं न भवति अवगतं किल कार्यं कुत्र भवति इति सर्वे अवगतवन्तः वा स्पष्टं वा भगिनी पुनः भवती वक्तुं शक्नोति वा नरः आम् आम् अवश्यम् एकस्मिन् पदे यदा रेपः वा शकारः वा पूर्वम् अस्ति अनन्तरं यदा नकारः पदे अस्ति चेत् तद् नकारः भवति यदा अत्र वर्ण इति पदमस्ति तत्र प्रथमं रेपः अस्ति अनन्तरं नकारः पूर्वं नकारः आसीत् तदेव नकारः इदानीं नकारः भवति किमर्थं भवति पूर्वं रेपः अस्ति इति कारणात् तद् नकारः भवति इदानीम् इत्युक्ते नकारः अपगच्छति वा अतः नकारः अपगच्छति न तस्य स्थाने आदेशः अस्तु आम् आम् आदेशः भवति नकारस्य स्थाने नकार आदेशः भवति अस्तु आम् नरः इति अन्यपदम् अहं स्वीकृतवती नरः इति पदे तत्रापि नकारः अस्ति तत्रापि रेपः अस्ति परन्तु नकारः न भवति तत्र किमर्थम् इत्युक्ते रेपात् पूर्वं नकारः अस्ति अस्तु अवगतम् तस्य एव षष्ठी विभक्ति स्वीकरोतु नराणां तत्र नत्वं भवति किमर्थं नकारः रेपात् अनन्तरम् अन्यनकारः अस्ति तद् नकारः भवति इदानीम् अवगतं भगिनि रसाभ्यां पदं दशाभ्याम् इत्युक्ते किं रेपः शकारः रेपात् शकारात् पञ्चमी द्विवचनं रेपः शकारः रसाभ्याम् अवगतं किल तदेव अहं विभजनं कृतवती द्विवचनं रेपात् शकारात् इति स्वीकरोतु तदेव अहम् अतः एव अहम् उक्तवती रसाभ्यां पञ्चमी द्विवचनं कार्यं परः भवति एव पूर्वं न परः भवति पूर्वकार्यं सप्तमी विभक्ति अवगतं किल उत्तमम् अनन्तरं नकारं प्रथमा रसाभ्यां पञ्चमी नोकारं षष्टि वा? रकारं षकार रेपः षकारः पञ्चमी द्विवचनं रसाभ्यां नः इति षष्ट्यन्तपदम् तस्य स्थाने एव आगच्छति किल अतः नोकाम् विसर्गसन्धि विसर्गसन्धि नः इति प्रथमान्तपदं किमर्थं तस्य आदेशः भवति किल नकारस्य स्थाने नकारः आगच्छति अतः न इति प्रथमान्तपदम् अस्तु अजितमहोदय पठति वा तृतीया विभक्ति इति? आं भगिनि. तृतीया विभक्तौ अस्ति ततः खलु? आम् आम् आम् तृतीया विभक्तौ अस्ति तदा योगः इति उच्यते. निमित्त पूर्व पूर्वकरपत्रं महोदय पाणिनीयसूत्रं कथं पठनीयम् इति करपत्रात् ई इति भागः. नास्ति चिन्ता महोदय, उद्घाटयतु. तृतीयाविभक्तिः इत्युक्ते संयोजनं. सूत्रे यस्य वर्णस्य तृतीया विभक्तिः भवति सः निर्दिष्टेन वर्णेन सह संयुक्तः इत्यर्थः. तत्र निर्दिष्टं कार्यं तस्मात् पूर्वम् अपि परम् अपि अर्हति, परन्तु अयं तृतीया विभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्. उदाहरणं स्तोः शुना रचुः सकारस्य तवर्गस्य च स्थाने शकारस्य च वर्गस्य च आदेशः भवति शकारस्य च वर्गस्य च योजनेन. स्तोः षष्ट्यन्तं श्नुना तृतीयान्तं चुचु प्रथमान्तं स्तोः चुना चुः संहितायाम् इति. तत्र तृतीया विभक्ति अर्थं किं पाणिनीयसूत्र इति तत्र वदति. तृतीया विभक्ति इत्युक्ते संयोजनं. तत्र कथं संयोजनं भवति इत्युक्ते उदाहरणार्थं स्तोः चुना चुः इति एकसूत्रमस्ति. तत्र स्तोः इत्युक्ते सकारः तवर्गस्य सकारः तवर्गम् अनन्तरं तद् स्तोः षष्ट्यन्तकारणात् तत्र स्थाने भवति. तत्र सकारस्य तवर्गस्य च स्थाने चुना इत्युक्ते तद् चुना एतद् तृतीय विभक्तिः. चुः चः आदेशः भवति. कथं भवति? शकारस्य च वर्गस्य च योजनेन इति. उदाहरणार्थम् अन्यत् योगः च अन्यच्च इति. तत्र तवर्गः अस्ति अन्यत् तत्र चवर्गस्य योजना अस्ति खलु. तकार चकार तत्र चवर्गस्य आदेशः भवति. तत्कारणात् अन्यच्च इति भवति. कस्य स्थाने भवति? चकारस्य स्थाने, सोरि क्षम्यतां, तकारस्य स्थाने भवति. तकारस्य स्थाने भवति तकारस्य कारणेन. अतः इदानीं तत्र पूर्वस्थितस्य वर्णस्य आदेशः भवति अस्मिन् प्रसङ्गे. परन्तु यदा तृतीया विभक्ति इत्युक्ते पूर्वमपि कार्यं भवितुम् अर्हति, परमपि कार्यं भवितुम् अर्हति. अस्मिन् उदाहरणे कार्यं तु आदेशः तु पूर्वं, तकारस्य स्थाने सवर्गादेशः भवति इति अस्ति. तत्र स्तोः इति षष्ट्यन्तपदं किल, तत्र तु इत्युक्ते किं महोदय, किं सूचयति तु इति? तु इत्युक्ते तवर्गम्. उत्तमं, तवर्गं, सकारः तवर्गः, तु इत्युक्ते तवर्गम्. तादृशमेव चु इत्युक्ते चवर्गम्. चवर्गम्. गुरुशब्दवत् षष्ट्यन्तपदं, गुरोः इति भवति किल, तत्र स्तोः इति दत्तमस्ति. धन्यवादः महोदय. एकं सूचनम् एकं क्वेशन् प्रेषक. सूचनं शकारं वेदः उक्तव्यं. शकारं सरस्वतीशकारं दन्त्यशकारं, शिवशकारं शालव्यशकारं, शङ्करशकारं मूर्धन्यशकारम्. महोदय ध्वनिः अस्ति, सम्यक्तया न श्रूयते. प्रश्नः दन्त्यसकारः किम् इति वा? इदानीं किञ्चित् आम् आं वदतु महोदय. दन्त्यसकारः, आम् दन्त्यसकारः, शिवशकारः, मूर्धन्य. इदानीम् उक्तं ते तद् वा वेदः सरस्वतीसकारं दन्तव्यसकारं दन्त्य दन्त्य आम् दन्त्य शिवशकारं तालव्य शङ्करशकारं मूर्धन्यशकारं मूर्धन्य आम् आम् आम् आम् साधु साधु. द्वितीयं संयोजनं संहितायां वाट् इस् द डिफरेन्स् वेदगत्य किं संहितायां संयोजनम् इत्युक्ते यदा पदस्य संयोजनं भवति इति किमपि बृहत् भेदः नास्ति, मैन्यूट् इति एव संयोजनम् इति पदस्य संहितायाम् इत्युक्ते सन्धि अत्यन्तं नैकट्यं पद वर्णानाम् अत्यन्तं नैकट्यं संहिता इति उच्यते. मम प्रश्नः भिन्नः. सर्वाणि सूत्रेषु संहितायाम् इति न दत्तव्यं, ये सूत्रे संहिता इत्युक्ते सन्धिः एव, तस्मिन् विषये अग्रिमपरिच्छेदे अपि अस्ति. संहिता इत्युक्ते वर्णस्य अत्यन्तं नैकट्यं सामीप्यम् इति उच्यते. यदा यदि योगः अपि, तत्र तु सन्धिः कर्तव्यमेव, यद्यपि इति भवति. अत्यन्तं सामीप्यमस्ति, तदेव संहिता इति उच्यते. संयोजनम् इति किमर्थं तत्र दत्तमस्ति इत्युक्ते, तृतीया विभक्तिः इत्युक्ते पूर्वमपि कार्यं भवितुम् अर्हति, परमपि कार्यं भवितुम् अर्हति इति कारणात् तत्र संयोजनम् इति दत्तमस्ति. तदपि अवगतं भगिनि, परन्तु स्तोः शृणु शृणा इति सूत्रेण संहितायाम् इति दत्तं, किमर्थम् ओन्लि फार् दिस्? न न, इको एणचि इति सूत्रे अपि संहितायाम् इति अस्ति किल, इको यणचि इति अधिकारसूत्रम् इति अधिकारसूत्रम् इति वदामः, तस्मिन् विषये वयं इदानीमेव द्रक्ष्यामः महोदय. अद्य एव भवति किमर्थं संहितायां भगिनी संहितायाम् अनुवृत्तिः अनुवृत्ति अधिकारसूत्रम् इति वदामः तस्मिन् तस्मिन् विषये वयम् अवश्यं पश्यामः. अग्रिमपरिच्छेदे एव अस्ति. अस्तु, संहिता इत्युक्ते सन्धिः एव, परन्तु वयं न अस्ति इको एनचि इति सूत्रे अपि आगच्छति. अहं वदामि, प्रदर्शयामि पुस्तके अपि अद्य. अस्तु, अनन्तरं मध्ये केनापि आगतं वा इदानीं? गीता, गीता भगिनी, रमाबाय् भगिनी अपि किल? नमस्ते, अहं शेखरः अस्मि. अहमपि किञ्चित् विलम्बेन आगतवान्. आं, स्वागतं महोदय. अस्तु, माला भगिनी पठति वा व्याख्यानस्य आकृतिः इति? आम्, श्रूयते वा? आम् आम्. व्याख्यानस्य आकृतिः. यदा सूत्रस्य विवरणं दीयते अस्माकं संस्कृतव्याकरणम् इति जालस्थाने, तदा व्याख्याने कश्चन क्रमो वर्तते. स च क्रमः सदा समानो भवति. सूत्रस्य अर्थः, एकस्मिन् वाक्ये वाक्यद्वये वा सूत्रस्य अर्थः कः इति उक्तम्. समासानां विग्रहवाक्यं, बहुषु सूत्रेषु समासाः सन्ति चेत् तेषां विवरणं दीयते. सूत्रे पदानां विभक्तयः, सूत्रे प्रत्येकं पदस्य विभक्तिः का इति उच्यते. एतावत् वदतु भगिनि. अस्तु, जालस्थाने इत्युक्ते अस्माकं जालपुटे किल, संस्कृतव्याकरणे तद् जालस्थाने एतेषां सूत्राणां विवरणं सम्यक्तया दीयते. तत्र एकः क्रमः भवति. प्रथमतया सूत्रस्य अर्थः लिखितमस्ति. सूत्रस्य अर्थः किम् इति भवति. द्वितीयं समासानां विग्रहवाक्यं, यदि सूत्रे समासः अस्ति तर्हि कीदृश समासः, तस्य विषये विवरणम् अपि दत्तमस्ति. अनन्तरं तृतीयं, सूत्रे पदानां विभक्तयः, सूत्रे यः कोऽपि सूत्रः भवति तत्र, यथा स्तोः श्चुनाश्चुः, तत्र स्तोः इति पदस्य विभक्तिः का इति दीयते. श्चुना इत्युक्ते तस्य विभक्ति का इति दीयते. अनन्तरं तावदेव खलु. आं, धन्यवादः भगिनि. जगन्नाथमहोदय अग्रिमं पठति वा? सूत्रे अनुवृत्तिः. अनुवृत्तिः, क्षम्यतां, अन्यत् कुत्रापि एकनिमिषः सप्तमकथं सूत्रे अनुवृत्तिः. अत्र किमपि जातु चतुर्थ एव. आम् आम् महोदय. आधिक्येन कानिचन पदानि पूर्वतनसूत्रेभ्यः अपेक्षितानि सूत्रार्थस्य पूरणार्थं पाणिनिः सूत्रस्य लघुत्वम् इच्छति. तदर्थं येषां सूत्राणां समानप्रकारकार्यं भवति तानि सूत्राणि अष्टाध्याय्याम् एकस्मिन् स्थले सङ्गृहीतानि भवन्ति. अनेन एकस्मिन् स्थले इत्युक्ते एकस्मिन् प्रकरणे, प्रथमे सूत्रे किञ्चन पदमस्ति, तत् पदं पुनः पुनर्द्वितीये पुनर्द्वितीये सूत्रे न दीयते. अस्माभिः मनसि तत् पदम् आनेतव्यं. यथा रामः वदति अहम् आपणं गच्छामि, श्यामः वदति अहमपि, वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः अहमपि आपणं गच्छामि इति. यद्यपि श्यामः केवलम् अहमपि इत्यवदत्, तथापि वयं तस्य अर्थं पूरयामः मनसि. तादृशम् अर्थपूरणं पाणिनिः इच्छति सूत्रविषये. यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अस्माभिरान् आनेतव्यानि. तादृशपदस्य अनुवृत्तिः अस्ति इत्युच्यते. व्याख्यानस्य अस्मिन् भागे इमानि पदानि दीयन्ते. अस्तु, पाणिनीयव्याकरणे सूत्रेषु लाघवं बहवधिको भवति. केचन कण्ठस्थीकरणार्थं यावत्पर्यन्तं संक्षिप्तकर्तुं शक्नोति तावत्पर्यन्तं तेन कृतम्. तदर्थं येषां सूत्राणां समानप्रकारककार्यं भवति तानि सूत्राणि अष्टाध्यायम् एकस्मिन् स्थले सङ्गीकृतानि भवन्ति. ते सर्वे यद् येषां समानप्रकार कार्यं यानि येषु सूत्रेषु भवन्ति ते सर्वे एकस्मिन् स्थले आगच्छन्ति. तर्हि प्रथमसूत्रे किञ्चित् विस्तरेण वदति. अन्यानि सूत्राणि बहु अति संक्षिप्तरूपेणैव लिखितानि भवन्ति. यथा रामः प्रथमे वदति अहम् आपणं गच्छामि, सः गच्छामि न वदति चेत् तर्हि वयं किमपि अवगन्तुं न शक्नुमः. किन्तु श्यामः तस्मात् परं वदति अहमपि इति. तर्हि सा अहमपि रामेण सह आपणं गच्छामि इति वयम् अवगन्तुं शक्नुमः. तादृशमेव पाणिनीयसूत्रेषु एतत् सर्वं समानकार्यं कुत्र भवन्ति एतत् सर्वं अस्माभिः अवगम्य तादृशं मनसि प्रथमसूत्रे यद् पूर्णतया यद् उक्तमस्ति ते सर्वे अन्येषु समानसूत्रेषु अपि आनेतव्यम् इति. हलो, आं श्रूयते महोदय. विजया भगिनी किञ्चित् म्यूट् करोति वा? एतदेव अन्यत् सर्वम् उक्तवान् इति मन्ये. आम् आम् आम् आम् उत्तमं महोदय, धन्यवादः. स्पष्टमस्ति किल अनुवृत्तिः इत्युक्ते किम् इति? भगिनी इदानीं रामेण सह गच्छामि न इति अर्थः, बट् इन्टेन्शन् आफ् श्याम आल्सो हि आल्सो वाण्ट्स् टु गो टु शाप् नो. रामेण सह इति वयम् अस्माकम् अवगमनमेव किल, कल्पना एव तदेव. रामः वदति अहम् आपणं गच्छामि, श्यामः वदति अहमपि. तेन सह गच्छति वा अनन्तरं गच्छति वा इति मुख्यं नास्ति, सः आपणं गच्छति इति एव अनुवृत्तिः भवति. ओके, तदेव सूत्रस्य अवगमनार्थमेव प्रदर्शितवान् लौकिक उदाहरणं कथम् अवगन्तुं शक्नुमः इति. अस्तु, सो अस्तु, अष्टाध्याय्यां सर्वेषु सूत्रेषु सूत्राणाम् अवगमनार्थम् अपेक्षितानि सर्वाणि पदानि न उक्तानि. अस्तु, तत्र कानिचन पदानि पूर्वस्मात् सूत्रात् स्वीकर्तव्यानि भवति, पूर्वस्मात् सूत्रात् एव वयम् आनेतव्यम्. एवम् अपेक्षितस्य पदस्य पूर्वस्मात् सूत्रात् स्वीकारः एव अनुवृत्तिः. अनुवृत्तिः बहु मुख्य अंशः अस्ति. पूर्वस्मात् सूत्रात् कानिचन पदानि यदा अनुवृत्तिः भवति अन्यसूत्रे, अनुवृत्तिः इत्युक्ते यदा अहम् उक्तवती स्वीकर्तव्यं पूर्वस्मात् सूत्रात् स्वीकर्तव्यम् आनेतव्यं तत् पदं, तत्र अनुवृत्तिः इति भवति. स्पष्टं किल भगिनी? उदाहरणं ददाति वा? अहं ददामि भगिनी. अधिकारः इति पूरयित्वा वयं पुस्तकात् उदाहरणं पश्यामः अवश्यम्. अस्तु अस्तु, अग्रिमं शेखरमहोदय पठति वा सूत्रे अधिकारः इति? एकनिमिषम्. सूत्र अधिकारः एकनिमिषम्. केषाञ्चित् विशिष्टसूत्राणां पूर्णतया अनिवृत्तिः भवति बहुषु अग्रिमसूत्रेषु. अधिकारसूत्रेषु यावन्ति पदानि सन्ति तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्धपूरणार्थम् उपविशन्ति. अर्थस्य पूरणार्थं किञ्चन अधिकारसूत्रम् अपेक्षते चेत् अत्र दीयते. अनुवृत्तिः नाम एषः एव अधिकारे यत् यः अधिकारः पूर्वः निर्दिष्टः सः एव अधिकारः अपरेषु सूत्रेषु अपि अपरेषु अपराणां सूत्राणामपि अनिवृत्तिः भवति. अन्यत् किमपि किमर्थम् इति चिन्तयामि अर्थः तावदेव. सर्वेषां सूत्राणामपि एषः अधिकारः अनुवर्तते इति अर्थः. उत्तमं. पुस्तके अष्टाध्यायी सूत्रपाठम् इति पुस्तके 102 पेज् नम्बर्. तत्र षष्टम अध्यायस्य प्रथमपादस्य एकसप्ततिः सूत्रं संहितायां 71 प्राप्तं वा? आम्. उत्तमं. तत्र शेखरमहोदय पठति वा तत्र सूत्रस्य विवरणं, तत्र 71 इति सूत्रस्य नाम क्षम्यताम्. इति संहिता इति अधिकारः संहिता इति सत्यम् अधिकारसूत्रमस्ति संहितायां 671 एव सत्यं सत्यं सूत्रार्थः अधिकारोऽयम् इतः आरभ्य अहं जालपुटे पठनस्मि क्षम्यतां मम नास्ति चिन्ता महोदय सूत्रार्थः अधिको अधिकारो अयम् इतः आरभ्य पारस्करप्रभृतीनि च संज्ञायाम् इति यावत् यत्किमपि उच्यते तत् संहितायाम् एव भवति अस्तु ये अष्टाध्यायी डाट् काम् मध्ये पठति वा सत्यं सत्यं अस्तु अस्तु एतत् सूत्रं वदति एतत् संहितायाम् इति अधिकारसूत्रमस्ति अधिकारसूत्रम् इत्युक्ते तस्मिन् अधिकारे किमपि अन्यसूत्राणि सन्ति तत्र पूर्वतन पूर्णतया अनुवृत्तिः भवति पूर्णतया इत्युक्ते संहितायाम् इति सूत्रं चेच इति सूत्रे अपि आड् आङ्मङ्गोश्च इति सूत्रे अपि दीर्घात् इति सूत्रे अपि कस्मिन् पर्यन्तम् इत्युक्ते वन् वन् एकनिमिषम् अत्रैव दत्तम् अस्ति किल 1, 5, 6 पर्यन्तम् आम् प्राप्तं वा तस्मात् पर्यन्तम् एतद् अधिकारः अस्ति अधिकारः अस्ति इत्युक्ते संहिता इत्युक्ते अहम् उक्तवती सन्धिः एव संहिता इति अत्यन्तसामीप्यं वर्णस्य तत्र यदा अस्मिन् पुस्तके तु 153 पर्यन्तं क्षम्यतां 156 पर्यन्तम् इति दत्तमस्ति कर्षात्वतो न्यून्त उदात्तः वा तत्पर्यन्तम् अधिकारः अस्ति इत्युक्ते पूर्णतया तस्य अनुवृत्तिः तस्मा तत्पर्यन्तं भवति इति अर्थः अनन्तरम् एक अन्य अधिकारसूत्रं प्रदर्शयामि तत्र एव संहितायाम् इति तद्भागे एव 83 एकः पूर्वपरयोः इति अधिकारसूत्रमस्ति तदपि अधिकारसूत्रमस्ति गीता भगिनी पठति वा तत्र किम् अस्ति इति भगिनी क्षम्यतां मम समीपे पुस्तकं नास्ति ओ नास्ति चिन्ता भगिनी नास्ति चिन्ता रमाबाई भगिनी अस्ति वा भवत्याः पार्श्वे पुस्तकम् अस्तु अन्या पठतु भगिनि तत्र किं दत्तमस्ति इति अधिकारोऽयं पुटे सङ्ख्या पेज् नम्बर् 102 सूत्र नम्बर् 83 सूत्र 83 एकः पूर्वपरयोः इति वा आमामां पठतु भगिनि अधिकारोऽयं कस्यात् पुरस्य षट् एकं विंशति अधिक एकशतम् इत्येतस्मात् सूत्रात् प्राग्वर्तते आम् तावत् तत् पर्याप्तम् आम् षष्टम अध्यायस्य प्रथमपादस्य दश 110 क्षम्यताम् दशाधिक एकशतम् आम् तत् पर्यन्तमेव एतत् सूत्रस्य अधिकारः अस्ति इत्युक्ते संहितायाम् इति सूत्रस्य अधिकारः तु 156 पर्यन्तम् अस्ति परन्तु एतत् सूत्रस्य अधिकारः तु 10 अधिक 100 पर्यन्तमेव तस्य अधिकारः अस्ति. एकः पूर्वपरयोः इति सूत्रं पूर्णतया तस्य अनुवृत्तिः भवति. इदानीम् एकं सूत्रं वयं स्वीकुर्मः, सूत्रस्य अर्थम् इदानीम् अर्थस्य आवश्यकता इदानीं नास्ति, किञ्चित् उदाहरणरूपेण एव अहं वदामि. आद् गुणः इति सूत्रमस्ति, गुणसन्धिविधायकसूत्रमस्ति. तत्र किं भवति इत्युक्ते, आद् गुणः तत्र एकः पूर्वपरयोः इति अपि अधिकारसूत्रम् आगच्छति, संहितायाम् इति अपि अधिकारसूत्रम् आगच्छति. तत्र अचि इति अपि पदम् अनुवृत्तिः भवति. अचि इति पदं कस्मात् अनुवृत्तिः भवति इत्युक्ते, इको यणचि इति सूत्रात् तस्य अनुवृत्तिः भवति. अनुवृत्तिः इत्युक्ते एकपदं वा द्विपदं वा एव, प्रायः पदत्रयं वा, परन्तु अधिकारः इत्युक्ते पूर्णतया आगच्छति अग्रिमेषु सूत्रेषु. पूर्णतया तस्य अधिकारः कस्मात् अस्ति इति वयं, कियत्पर्यन्तम् अधिकारः अस्ति इति वयं पुस्तकात् एव वयं ज्ञातुं शक्नुमः. परन्तु कस्य अनुवृत्तिः भवति, कस्य न अनुवृत्तिः भवति इति अभ्यासेन वयं ज्ञातुं शक्नुमः, परन्तु व्याख्यानं दृष्ट्वा पूर्णतया स्पष्टं भवति. अत्र इको यणचि इति सूत्रं दृश्यते वा? षड् सप्ततिः. तस्मिन् अधिक तस्मिन् पादे एव आम् अस्ति अस्ति प्राप्तं किल प्राप्तं तत्र आम् आं महोदय. अधिकारम् अनुवृत्ति भिन्नं भिन्नं वा? भिन्नं भिन्नम् आं भिन्नम्. अधिकारः इत्युक्ते यदा अत्र प्रदर्शितमस्ति, पूर्णतया तत्सूत्रस्य अनुवृत्तिः बहुषु सूत्रेषु भवति. समटैम्स् प्रायः अध्याय अन्तम् अन्ततः अपि, अध्याय अन्तपर्यन्तमपि तस्य अनुवृत्तिः भवति. परन्तु यदा अनुवृत्तिः एव वदामः चेत्, एक वा द्विपदं वा, तस्य अग्रिमेषु सूत्रेषु तस्य अनुवृत्तिः भवति. यदा अत्र इको यणचि इति सूत्रे अचि इति पदम् एचो यवायावः अग्रिमसूत्रम् अयादिसन्धिसूत्रं यान्तावान्तादेशविधायकसूत्रम् एचो यवायावः इति अस्ति, तत्र अचि इति अनुवृत्तिः भवति. अनन्तरम् आत् गुणः इति षड् षडशीति षडशीतितमसूत्रम् आत् गुणः, तत्रापि अचि इति अनुवृत्तिः भवति. वृद्धिरेचि वृद्धिरेचि न वृद्धिरेचि न भवति. आतश्च इति सूत्रे अचि इति अनुवृत्तिः भवति. आम् अस्तु, एतद् परिचितसूत्रम् इति अहम् उक्तवती. अनन्तरम् अन्यसूत्रेषु अपि प्रायः भवति. तद् व्याख्यानं दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः कुत्र भवति कुत्र न भवति इति. सर्वे अनुवृत्तिः अधिकारान्तर्भूतम् इत्युक्ते महोदय स्पष्टं नास्ति. अधिकारसूत्रम् इति भिन्नम्, अनुवृत्तिः इति भिन्नं. यदा पूर्व एतस्य अधिकारे तत्सूत्रं नास्ति, पूर्वस्मिन् अधिकारे अस्ति, परन्तु तस्यापि अनुवृत्तिः कस्मिंश्चित् स्थले भवितुम् अर्हति, औट्सैड् द बौण्ड्रि. यदा भवतः प्रश्नः तद् अस्ति चेत् अधिकारः इत्युक्ते एकस्मिन् पदस्य पूर्णसूत्रस्य अनुवृत्तिः बहुषु सूत्रेषु भवति. अधिकारपर्यन्तम् इति वदामः. अनुवृत्तिः इत्युक्ते एकस्य वा पदद्वयस्य वा अनुवृत्तिः अग्रिमेषु सूत्रेषु भवति. इन्फ्लुवेन्स् अधिकारः इत्युक्ते इन्फ्लुवेन्स् अस्तु. अन्यप्रश्नः अस्ति वा भगिनि? ए संख्या इको एनचि अनन्तरं 47 हेन इको एनचि षट् सप्ततिः 76 बट् इन् दिस् बुक् नम्बर् 47 इस् रिटन् आफ्टर् दट् न न तत्तु सिद्धान्तकौमुद्यां संख्या लघुना पूर्ण सिद्धान्तकौ भट्टोजी दीक्षितमहोदयस्य सिद्धान्तकौमुद्या सूत्राणां संख्या अस्ति संख्या. परन्तु वयं तु पूर्वं किं संख्या अस्ति तदेव सूत्रसंख्या अष्टाध्यायी सूत्रसंख्या. उत्तमम्. अनन्तरं भगिनि तत्र प्रश्नः अस्ति मम, केवलं सूत्रं दृष्ट्वा कीदृशसूत्रम् इति किम् अवगन्तुं शक्यते? आम् अभ्यासेन अवगन्तुं शक्यते. अभ्यासः आमामाम् अवगन्तुं शक्यते. कस्मिन् गोचरे आगच्छति इति दृष्ट्वा संहिता इत्युक्ते सन्धिकार्यं. वयं तु पूर्वमेव किञ्चित् भाषा जानीमः किल, अतः वयम् अवगन्तुं शक्नुमः, निश्चयेन अवगन्तुं शक्नुमः, परन्तु किञ्चित् अभ्यासः आवश्यकम्. अस्तु अस्तु अस्तु. अनन्तरं श्रीवल्ली भगिनी एव पठति वा भगिनि अग्रिमबिन्दुः? सूत्रे अधिकारः केषाञ्चित् विशिष्टसूत्राणां पूर्णरीत्या अनुवृत्तिः भवति बहुषु अग्रिमसूत्रेषु. अधिकारसूत्रे षष्टमबिन्दु भगिनि षष्टमबिन्दु षष्टमबिन्दु अनुवृत्तिसहितसूत्रम् ओके अनुवृत्तिसहितसूत्रं सूत्रं वाक्यरूपेण दीयते याः अनुवृत्तयः सन्ति अपि च यानि अधिकारसूत्राणि सन्ति तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते. उदाहरणं यण्सन्धिः. यदि योगे अपि इकारस्य स्थाने यकारः आदेशः यद्यपि इको एनचि इकः सूत्रं पठतु भगिनि. इको एनचि इकः स्थाने एन् आदेशः भवति अचिपरे संहितायां विषये. इकः षष्ट्यन्तं एन् प्रथमान्तम् अचि सप्तम्यन्तं त्रिपदमिदं सूत्रं संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इकः एन् अचि संहितायाम्. वदतु भगिनि. ओ ए ए सूत्रं वाक्यरूपेण दीयते गिवन् इन् दि फार्म् आफ् सेण्टेन्स् याः अनुवादं मत् करोतु अर्थमेव वदतु. अर्थमेव वदतु. ओके ये सूत्रेषु अनुवृत्तयः सन्ति अपि च अधिकारसूत्राणि सन्ति अनुवृत्तयः सन्ति अधिकारसूत्राणि सन्ति तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते. सो उदाहरणं यण्सन्धिः. तत्र अनुवृत्तिसहितसूत्रं पठतु भगिनि एकवारम्. इकः यन् अचि संहितायां ये वाक्यरूप्यसूत्र इकः इको यनचि तत्र वयम् अवगन्तुं शक्नुमः किल इकः स्थाने यण् आदेशः भवति. इकः षष्ट्यन्तं, यण् प्रथमान्तम्, अचि सप्तम्यन्तम्. ए सूत्रे त्रिपदम् इदं सूत्रं संहितायाम् अधिकारसूत्रः. ये अधिकारसूत्रः अनुवृत्तिः भवति. Therefore, the complete sutra is ikah and achi samhitayam. We have to understand the sutra iko and achi, including anuvritti, as ikah and achi samhitayam. Uttamam. Savadeva. Dhanyavadaha. Sumitra bhagi, agrima paricheda dvayam patativa. Om bhagi. उपरितने कः खलु? उपरितनव्याख्याने उपरितनव्याख्याने क्रमेण सूत्रार्थः अस्ति. समासस्य अभावात् समासविवरणं नास्ति. पदानां विभक्तयः दत्ताः. सूत्रे अनुवृत्तिः नास्ति. अधिकारः अस्ति. अनुवृत्तिसहितसूत्रम् अन्ते वर्तते. अत्र अनुवृत्तिः नास्ति, परन्तु अधिकारः अस्ति. अतः अस्मिन् वाक्ये अधिकारः अपि अन्तर्गतः. यदि योगः अपि इकारस्य स्थाने यकारस्य आदेशः यद्यपि इति, अत्र इकारः इक् प्रत्याहारे अस्ति, यकारः यन् प्रत्याहारे अस्ति. सूत्रे इक् षष्टिविभक्तौ अस्ति, अतः तस्य स्थाने कार्यं भवति. यन् प्रथमाविभक्तौ अस्ति, अतः सः इत्युक्ते यकारः आदेशरूपेण इकारस्य स्थाने आयाति. अच् सप्तमीभक्तौ अस्ति, अतः अपि शब्दस्य अकारात् पूर्वं कार्यं भवति. कार्यं किम्? इकारस्य स्थाने यकारः आदेशः. सूत्रार्थे अवगतः खलु? तत्र इको यनचि इति सूत्रम् अस्ति. इकः यन् अचि संहितायाम् इति अनुवृत्तिसहितसूत्रं दत्तम् अस्ति. इत्युक्ते क्रमेण यत् सूत्रं दत्तं तत् अस्ति, परन्तु समासस्य अभावं न. पदानां विभक्तिः अस्ति, परन्तु अनुवृत्तिः न. अधिकारः अस्ति. अनुवृत्तिसूत्रम् अन्ते वर्तते इति सूचयति. यत्र यदि योगः अपि यद्यपि इति सन्धिभूत्वा दत्तं, तत्र स्थाने इत्युक्ते तस्य स्थाने षष्टिविभक्तौ इत्युक्ते तस्य स्थाने कार्यं भवति इति. यन् इति प्रथमाविभक्ति अस्ति, अतः आदेशः इति अर्थः. अच् इति सप्तमीविभक्ति अस्ति इत्युक्ते पूर्वं कार्यं कुत्र भवितुमर्हति इति सूचयति. तदेव. यद्यपि तत्र अनुवृत्तिः इति नास्ति, अधिकारः एव अनुवृत्तिरूपेण तत्र आगच्छति इति दत्तमस्ति. एतदेव महोदयः अस्माकं जालपुटे, संस्कृतव्याकरणम् इति जालपुटे प्रत्येकस्मिन् सूत्रे सूत्रस्य व्याख्यानम् एतद् निश्चितक्रमेण सः प्रदर्शितवान्. अत्र एव वयं प्राप्तुं शक्नुमः सूत्रस्य अर्थः. समासः अस्ति चेत् तस्य विग्रहवाक्यं, विभक्तिः, अनुवृत्तिः, अधिकारः, अनुवृत्तिसहितसूत्रं सर्वं तत्र प्रदर्शितवान् इति दत्तमस्ति. तत् तावदेव तत्र. अनन्तरं अमितराव् महोदय, अग्रिमबिन्दु, चतुर्थबिन्दु. चतुर्थबिन्दुः पाणिनीयसूत्राणि षड्विधानि, संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशो अधिकारश्च षड्विधं सूत्रलक्षणम् इत्युक्ते पाणिनीयसूत्राणि षड्विधानि सन्ति, सिक्स् टैप्स् आफ् सूत्र. प्रथमसंज्ञासूत्रं येन नामकरणं क्रियते, डेफिनिशन्. सुप्तिङ्गन्तं पदं इत्यत्र सूत्रं पदम् इति संज्ञा दीयते, संज्ञायाः विवरणं दीयते, संज्ञासूत्रं. द्वितीयमपि पठतु. द्वितीयं परिभाषासूत्रं यत्र नियमः नास्ति, एतादृशं सूत्रम् आगत्य नियमयति. स्थाने अन्तरतमः. परिभाषासूत्रे नियमः नास्ति, एतादृशं सूत्रम् आगत्य नियमयति, न अवगतं भगिनि. अहं वदामि, यदा अर्थपूर्णस्य सहायं करोति परिभाषासूत्रम्. अर्थपूर्णम् इत्युक्ते यत्र नियमः न लिखितमस्ति तत्र परिभाषासूत्रम् आगत्य सहायरूपेण वदति एतत् करोतु इति. यदा वयम् इदानीम् इको यणचि इति सूत्रं वयं दृष्टवन्तः, तत्र इकः स्थाने यण् आदेशः इत्युक्ते इकारस्य स्थाने. भगिनी अस्ति वा? आम् अहम् अस्मि. किञ्चित् किमपि मेसेज् आगच्छति मध्ये, श्रूयते किल? श्रूयते. आम् अस्तु. स्थानेन्तरतमः तत् सूत्रम् एव, तस्य विवरणमेव. यदा इकः यण् अचि इति सूत्रे इकः स्थाने यण् आगच्छति इति वदति, ईकारस्य स्थाने यकारः, अनन्तरम् ऊकारस्य स्थाने वकारः. कथं जानीमः ईकारस्य स्थाने यकारः एव आगच्छति इति? तत्र स्थानेन्तरतमः इति परिभाषासूत्रं सहायरूपेण आगत्य तद् वदति, सदृशतमः आदेशः भवतु. सदृशतमः इत्युक्ते उच्चारणस्थानं. बहु किमपि अस्ति स्थानेन्तरतमः सूत्रे, परन्तु अहम् एक एव यद् वयम् अवगन्तुं शक्नुमः इदानीं तदेव अहं वदामि. सदृशतमः इत्युक्ते वर्ण उत्पत्तिस्थानं, यद् उच्चारणस्थानम् अस्ति तत्र सदृशतमः भवतु. इकारः तु ताळव्यवर्णः अस्ति, यकारः अपि ताळव्यवर्णः, सदृशतमः वर्णः. अतः इकारस्य स्थाने यकारः एव आदेशः भवति, अन्यवर्णः न. तावदेव तादृशमेव उकारः ओष्टीयवर्णः. तस्य वकारः तु दन्तोष्टवर्णः, तदेव सदृशतमः वर्णः. समानवर्णः नास्ति, सदृशतमवर्णः. तदेव आदेशरूपेण भवतु इति स्थानेन्तरतमः इति सूत्रं वदति. तत्र बहु किमपि अस्ति सदृशस्थानेन्तरतमः इति सूत्रे, परन्तु इदानीं वयम् उच्चारणस्थानस्य सामीप्यमेव द्रक्ष्यामः प्रथमस्तरे. अनन्तरं स्थानेन्तरतमः इति सूत्रस्य पूर्णतया वयं परिशीलनं कुर्मः अस्माकं वर्गे. इदानीम् इको यणचि इति सूत्रे किं भवति, परिभाषासूत्रम् इत्युक्ते किं, सहायरूपेण आगच्छति इति परिभाषासूत्रं. यदा वयं परिभाषासूत्रं डेफिनिशन् नास्ति महोदय, संज्ञासूत्रमेव डेफिनिशन्. परिभाषा इत्युक्ते सहायं, यत्र नियमं नास्ति तत्र आगत्य एतद् वदति, एतद् भवतु. इकः स्थाने ईकारस्य स्थाने यकारः भवतु, अन्यवर्णः न इति तद् परिभाषा हेल्प् इति आगत्य वदति लैक् एड्वैसरि तद् आम् उत्तमं तत्र षष्टिस्थाने योग इति यदा षष्टिविभक्तिः इत्युक्ते स्थानम् इति वदामः किल तत्रापि तदपि परिभाषासूत्रमेव षष्टिस्थाने योग इति प्रथम आगच्छति चेत् आदेशः न चेत् तद् सूत्रं तद् परिभाषासूत्रं नास्ति तद् केवलम् अवगमनार्थमेव सूत्रं सूत्रम् इति भवति सूत्रम् इत्युक्ते अष्टाध्यायी पुस्तके तदस्ति स्थानेन्तरतमः इति सूत्रं पुस्तके अस्ति षष्टिस्थाने योग इति सूत्रं पुस्तके अस्ति परन्तु प्रथमाविभक्त्यर्थं किमपि सूत्रं नास्ति तद् प्रायः अन्यवैयाकरणः निर्मितमस्ति तत्र अष्टाध्यायी पुस्तके तस्य उल्लेखनं नास्ति अस्तु वा अनन्तरं अन्य कः नीता भगिनी पठति वा तृतीयम् आं भगिनि पठामि विधिसूत्रं येन कार्यं विधीयते इको यणचि रामनाथन् महोदय म्यूट् करोति वा किमपि आम् नास्ति आम् पठतु भगिनि आम् विधिसूत्रं येन कार्यं विधीयते येन कार्यं विधीयते इत्युक्ते येन क्रमः न यदा इको यणचि वयं दृष्टवन्तः किल तत्र कार्यं तु भवति किल आदेशकार्यम् इति भवति किल तदेव कार्यं कार्यम् इत्युक्ते आदेशः वा आगमः वा लोपः वा इति कार्यम् एतस्मात् सूत्रात् एव विधीयते विधिसूत्रम् एको यणचि अनन्तरमपि अहम् एकं सूत्रं प्रदर्शितवती किल एचो यवायावः यान्तावान्तदेशसन्धिसूत्रं गुणसन्धिसूत्रं सन्धि एव नास्ति परन्तु सन्धि वयं जानीमः अतः एव प्रायः महोदय सन्धिविषये एव प्रथमम् उक्तवान् बहु किमपि अन्यकार्यमस्ति इदानीं विधिसूत्रम् इति उदाहरणं वयं सम्यक् अवगन्तुं शक्नुमः इति कारणात् इको यणचि इति प्रदर्शितवान् तत्र किमपि कार्यं विधीयते अस्तु अग्रिममपि पठतु भगिनि नियमसूत्रं येन पूर्वात् विद्यमानः नियमः सीमितो भवेत् रत्सस्य रात्सस्य येन नियमसूत्रं येन पूर्वात् विद्यमानः नियमः सीमितो भवेत् अस्तु तत्र अहं वदामि किञ्चित् सहायम् अपेक्षितम् अत्र नियमसूत्रम् इत्युक्ते यत्र पूर्वम् एकं विधिसूत्रम् अस्ति तस्य नियमनं करोति नियमनम् इत्युक्ते रेस्ट्रिक्षन् नियमनं करोति नियमसूत्रम् अत्र अहम् एकम् उदाहरणं प्रदर्शयामि संयोगान्तस्य लोपः इति एकं सूत्रम् अस्ति संयोगः इत्युक्ते यदा द्वयोः हल् वर्णः अस्ति मध्ये किमपि अच्वर्णः नास्ति इत्युक्ते संयोगः संयोगान्तस्य लोपः अन्ते संयोग एकस्मिन् पदे अन्ते संयोगः अस्ति चेत् अन्तिमपदस्य लोपः भवति इति संयोगान्तस्य लोपः वदति तत्तु विधिसूत्रम् अस्ति लोपः इति कार्यं भवति विधीयते अतः तत्तु विधिसूत्रम् अस्ति रात्सस्य इति नियमसूत्रम् अस्ति तत् किं वदति इत्युक्ते पदान्ते यदा संयोगस्य प्रथमवर्णः रेपः अस्ति चेत् तत्र तस्मात् परस्य वर्णः केवलं सकारः अस्ति चेत् रात्सस्य रेपः अनन्तरं सकारः अस्ति चेत् एव लोपः भवति इति नियमनं करोति एकं सीमा स्थापयति बौण्ड्री रेस्ट्रिक्षन् स्थापयति नियमसूत्रम् इत्युक्ते यदा रेपः पूर्वमस्ति अनन्तरं किमपि अन्यवर्णः सकारं विहाय अन्यवर्णः अस्ति चेत् तस्य लोपः न भवति इति एतत् सूत्रं वदति. नियमसूत्रं तु बहु विरलमेव अस्ति. यदा इदानीं न अवगच्छति चेत् चिन्ता मास्तु. एतद् किञ्चित् सूत्रस्य प्रदर्शनार्थमेव अहम् उक्तवती. न अवगच्छति चेत् भीतिः मास्तु. अस्तु वा? एकः प्रश्नः अस्ति भगिनि. रात् सस्य इति सूत्रे भवती उक्तवती प्रथमतया रेफः अस्ति, अनन्तरं सकारः आगच्छति चेत् किं भवति? सकारस्य लोपः, अन्तिमवर्णस्य लोपः. अत्र लोपः इति कथं जानीमः? अनुवृत्तिः, संयोगान्तस्य लोपः इति सूत्रात् लोपः इति अनुवृत्तिः भवति राक्षस्य इति सूत्रे. अष्टमाध्याये एक्स्टेन्शन् इति न वक्तुं शक्नुमः. रेस्ट्रिक्षन् एक्सेप्शन् नास्ति, रेस्ट्रिक्षन् इति अवगच्छतु. एक्सेप्शन् इत्युक्ते अपवादः इति एक अन्यपदम् आगच्छति, अतः तद् इदानीं न मास्तु. रेस्ट्रिक्षन् इति अवगच्छतु. रेस्ट्रिक्ट् करोति, बौण्ड्रि, सीमा स्थापयति. रेपः सकारः अस्ति चेदेव सकारस्य लोपः, रेपः अन्यवर्णः अस्ति चेत् तस्य लोपः न भवति इति. एतत् सूत्रं तु अस्ति too broad, then to restrict its scope. So it is applicable only in this condition. तदेव अहं संस्कृतभाषायाम् उक्तवती. एतत्तु 8-2-24 किल द्वितीयपादे अस्ति. आम्, पूर्वसूत्रं किम् इति पश्यतु भगिनी. संयोगान्तस्य लोपः इति पूर्वसूत्रं. लोपः इति पदं, तत्र अनुवृत्तिः भवति राक्षस्य लोपः. अवगतं वा? अतः एव अनुवृत्तिः बहु मुख्यमस्ति. पूर्णसूत्रस्य अवगमनार्थम् अनुवृत्तिः बहु मुख्यमस्ति. एतत्तु पदान्ते इति, पदस्य इति अधिकारे भवति, पदस्य अन्ते. आं वदतु महोदय. किञ्चित् उदाहरणं दत्तम् अवगतं, सुलभम् अस्ति. नियमसूत्रस्य उदाहरणं वयं तु प्रायः यदा धातुपाठे हल् सन्धिः इति विषये तत्र अहम् अवश्यं प्रदर्शयामि. बहु विरलतया एव आगच्छति. वयं इदानीं तु परिचयमेव, सर्वाणि सूत्राणि वयं अवश्यं पठामः. तत्र अहं वदामि एतत् संज्ञासूत्रम्, एतत् परिभाषासूत्रम्, एतद् विधिसूत्रम् इति तत्र अवश्यं वदामि. तत्र परिशीलनमपि अवश्यं भवति. अस्तु अस्तु अस्तु अस्तु उत्तमं. प्रश्नः अस्ति भगिनि. सीमितो इत्युक्ते? सीमितः इत्युक्ते बौण्ड्रि. बौण्ड्रि, ओके, धन्यवादः. अनन्तरं विजया भगिनी अस्ति वा? अस्तु, रामनाथन् महोदय, भवतः क्रमः एव. अतिदेश अधिकारसूत्रं पठतु महोदय. अतिशेष अतिदेशसूत्रं येन कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तेत सार्वधातुकमपि इति सूत्रेण यः ङित् नास्ति सः ङित्वत् स्यात्. अत्रापि अहं वदामि अतिदेशसूत्रम् इति पञ्चमविधम् अस्ति. तत्र अत्र उदाहरणं दत्तमस्ति सार्वधातुकम् अपित् इति. अहं पूर्वम् उक्तवती यदा पित् अस्ति चेत् यदा वयं गणविषये परिशीलितवन्तः तत्र अहम् उक्तवती यदा शप् इति तत्र पित् अस्ति चेत् गुणकार्यं भवतु इति. अत्र तु सार्वधातुकम् अपित्. सार्वधातुकः इति युक्ते किम् इति अहं अग्रिमपाठे अस्ति तत्र अहं वदामि. सार्वधातुकम् अपित् यस्य स्वभावः पित् अस्ति तस्य स्वभावस्य आरोपणम् इत्युक्ते अन्य पित् मा भवतु, अपित् भवतु, नित्वत् भवतु. नित्वत् इत्युक्ते गुणः न भवति तत्र. तत्र तस्य आरोपणं स्वभावस्य परिवर्तनम् एव अतिदेशसूत्रम् इति वदामः. तस्मिन् विषये अपि वयम् अग्रे द्रक्ष्यामः. इदानीं परिचयरूपेण एव अतिदेशसूत्रम् इति एकविधसूत्रम् इति परिचयरूपेण एव अग्रिममपि पठतु महोदय. ये अपि नियमसूत्रं समानं भवति वा? न, अतिदेशसूत्रं न, न, न. तस्य स्वभावः किमपि अन्य अस्ति तत्र वयं एतद् भवतु इति तत्र आरोपयामः. तदेव गुणकार्यम् अस्ति विना कोऽपि कार्यं करणीयम्. अन्यकार्यं करोतु. यदा यदा स्वभावः गुणकार्यम् अस्ति चेदपि अत्र गुणकार्यं मा कुरु, अन्यकार्यं करोतु इति वदनं इति कथनमेव अतिदेशम् इति वदामः. अधिकारसूत्रं यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु संहितायाम् अधिकारम् किल अधिकारसूत्रं एतत् करणीयम् एतत् सूत्रं पर्यन्तं फ्रम् दिस् टु दट् सूत्रं डू दिस् आम् तस्य बहुषु सूत्रेषु अनुवृत्तिः पूर्णतया भवति. अधिकारसूत्रस्य पूर्णतया अनुवृत्तिः भवति इत्येव अधिकारसूत्रम् इति वदामः. अत्र पूर्णतया इति पदं योजनीयम्. आं महोदय. आं प्रायः आं पूर्णतया इति योजनीयम्. आम् अस्तु. किञ्चित् समयः अस्ति. अग्रिमकरपत्रम् उद्घाटयन्तु कृपया निमित्तम् इति. तत्र किमपि अधिकं नास्ति परन्तु एतस्य विवरणमेव पुनः अस्ति. एकवारं पठेम. हौ इम्पार्टेण्ट् इस् वेरियस् टैप्स् आफ् सूत्रं मेडम्? बहु मुख्यम् अस्ति महोदय. सूत्रस्य अवगमनार्थं मुख्यम्. किं कार्यं करोति एतत् संज्ञासूत्रम् इत्युक्ते नामकरणम् एव किल. तत्र किमपि कार्यं न विधीयते. अत्र अवगमनार्थं बहु मुख्यम् अस्ति. इदानीं न न न भवति. इदानीमेव आरब्धं किल. षड् मास अनन्तरं भवति. इदानीं कः? अस्तु, अजितमहोदय पठति वा 2A निमित्तम् इति. अस्ति वा महोदय? पठतु महोदय निमित्तम् इति विषये. निमित्तम् इति विषये कश्चन विचारः. अनेन पाणिनीयसूत्रसन्दर्भे विभक्तीनाम् अर्थः पुनः इतोपि स्पष्टः स्यात्। यदा वदामः यत् सूत्रे किञ्चन पदम् अथवा कश्चन वर्णः अथवा कश्चन प्रत्याहारः, इदानीं निमित्तमिति विषये विचारः वयं करणीयः। अस्तु, अनन्तरं प्रथमबिन्दु सप्तमीविभक्तौ अस्ति तदा पूर्वकार्यम् इति उच्यते, नाम यत् पदं सप्तमीविभक्तौ तत् परम् अनन्तरम् अस्ति अपि च तत् कार्यस्य निमित्तम् अथवा कारणं, निमित्तस्य अभावे कार्यं न भविष्यति। यद् वयं पूर्वं दृष्टवन्तः सप्तमीविभक्ति इति पूर्वकार्यम् इति, किमर्थं पूर्वकार्यम् इति उच्यते चेत् यत् पदं सप्तमीविभक्तौ अस्ति कार्यं तत् परस्य तत् पदस्य पूर्वं भवति अथवा कार्यस्य निमित्तं परमस्ति इति वदिष्यामः। निमित्तस्य अभावे कार्यं न भविष्यति। उदाहरणार्थम् इकोयणचि अचि सप्तमीविभक्तो अच् वर्णः परं कार्यं पूर्वं, कश्चन अच् वर्णः परं नास्ति चेत् कार्यं न भविष्यति। इकोयणचि उदाहरणं वदामः चेत् तत्र सप्तमविभक्तिपदम् अस्ति अचि, अच् वर्णः परं, तत्कारणात् कार्यं पूर्वं भविष्यति, अच् वर्णः नास्ति चेत् कार्यं न भविष्यति। उदाहरणार्थं यदि योगः अपि यद्यपि, अत्र अपि इत्यस्य अकारः परं नास्ति चेत् इकारस्य स्थाने यकारः भविष्यति किं? नैव। अतः सः अकारः कार्यस्य निमित्तं, कार्यात् परम् अच् वर्णः नास्ति चेत् कार्यं, कार्यं किं? कार्यम् ई यकारं भवति न भवति। उदाहरणं वदति यदि योगः अपि यद्यपि, अपि इत्यस्य अकारः पर नास्ति चेत्, अकारः नास्ति चेत् तत्र यकारः इकारस्य स्थाने यकारः न भविष्यति। अतः सकार अकारः कार्यस्य निमित्तम् इति उच्यते। कार्यात् परम् अच्वर्णः नास्ति चेत् कार्यं न भवति। तत्र कार्यम् इत्युक्ते किं? कार्यम् ई तत् इकारः यकारः परिवर्तनं, इकारस्य परिवर्तनं भवति यकार इति, तदेव कार्यम्। यदि अत्र केवलं यदि इति पदम् अस्ति चेत् इ य इति कार्यं भवति वा? न भवति किल। निमित्तस्य अभावे यदि यथावत् तिष्ठति, तद् यथा पूर्वम् उक्तं, तत्र केवलं यदि अस्ति चेत् तत्र कार्यं न भवति, तत्र यदि एव तिष्ठति। निमित्तम् इत्युक्ते कारणम् इति, तत्र स्थानि यत्किमपि पदम् अस्ति तत्र एव कार्यं भवति, परन्तु निमित्तस्य किमपि परिवर्तनं न भवति। परिवर्तनम् इत्युक्ते निमित्तस्य आदेशः वा आगमः वा किमपि न भवति, कार्यस्य एव कार्यस्य स्थाने एव किमपि लोपः आदेशः आगमः किमपि अन्य तद् सर्वं भवति, परन्तु निमित्तं तु तादृशमेव पूर्णतया तादृशमेव अस्ति, तस्य परिवर्तनं किमपि न भवति इति सर्वदा स्मर्तव्यम्। निमित्तम् इत्युक्ते कारणम् इति। माला भगिनी अग्रिमं पठति वा द्वितीयबिन्दु? आम्, पञ्चमी विभक्तौ अस्ति तदा परकार्यम् इति उच्यते, नाम यत् पदं पञ्चमी विभक्तौ तत् पूर्वम् अस्ति, अपि च तत् कार्यस्य निमित्तं कारणं, निमित्तस्य अभावे कार्यं न भविष्यति। अस्तु, यदि पदं पञ्चमी विभक्त्याम् अस्ति तर्हि तद् पदस्य अनन्तरम् एव कार्यं भवति, इत्युक्ते कार्यस्य पूर्वमेव पञ्चमी विभक्तिपदं भवेत् तदा एव कार्यं भविष्यति। निमित्तस्य अभावे कार्यं न भविष्यति, अतः पञ्चमी विभक्तिपदं नास्ति चेत् कार्यं न भविष्यति। रसाभ्यां नो नः समानपदे, एकस्मिन् पदे पूर्वं रेफः अथवा षकारः अस्ति चेत् अपि च तस्मिन् एव पदे परं नकारः अस्ति चेत् तर्हि नकारस्य स्थाने नकारादेशः भवति, रः च शः च रसौ। इतरेतरद्वन्द्वसमासः ताभ्यां रसाभ्यां, रसाभ्यां पञ्चम्यन्तं, नः षष्ट्यन्तं, नः प्रथमान्तं, रामयोग इन रामेन। रसाभ्यां नो नः समानपदे रामेण इति भवति। अत्र रामस्य रेफः पूर्वं नास्ति चेत् नकारस्य स्थाने नकारादेशः भविष्यति किम्? नैव। अतः सः रेफः कार्यस्य निमित्तं, कार्यात् पूर्वं रेफः षकारः च नास्ति चेत् कार्यं नकारस्य नकारः न भवति। देवयोग इन देवेन, अत्र देवशब्दे रेफः नास्ति। अस्यां दशायां नकारस्य स्थाने नकारः भवति वा न भवति किल? निमित्तस्य अभावे देवेन यथावत् तिष्ठति। अस्तु, यदि रामयोग इन स्वीकुर्मः तत्र रामयोग इन केवलं रामेण इति भवति, परन्तु रसाभ्यां नो नः इति सूत्रे रसाभ्यां नो नः समानपदे इति सूत्रमस्ति, अतः नकारस्य नकारः आदेशः भवति, रेफः नकारस्य पूर्वम् अस्ति अतः नकारस्य नकारः आदेशः भवति। इदानीं देवयोग इन इति पश्यामः चेत् देवशब्दे रेफः नास्ति, अतः देवयोग इन केवलं देवेन इति एव तिष्ठति, न तु देवेन। यदि पदे रकार रेफः अस्ति तदा एव नकारस्य नकारोदेशः भवति इति अर्थः। रेफः एव, रेफः एव निमित्तं, रेफः एव निमित्तम्। अग्रिमम स्टार् इति अस्ति किल, तदपि पठतु भगिनि। अट्कुप् वाङ्नुं व्यवायेति, अट्कुप् वाङ्नुं व्यवायेति इत्यनेन रेफ नकार अत्र टैपो अस्ति, टैपो रेफ नकारयोः मध्ये स्वराः सन्ति चेत् अपि नत्वं भवति। अट् प्रत्याहारे ये वर्णाः कवर्गीयाः वर्णाः, पवर्गीयाः वर्णाः, आ इति उपसर्गः, अनुस्वारः, रेफ नकारयोः मध्ये एते सन्ति चेदपि नत्वं भवति। रेफनकारयोः मध्ये स्वरः अस्ति चेदपि नत्वं भवति। परन्तु भवती एव वदति वा आम् आं भगिनि, नास्ति चिन्ता. अट् इति प्रत्याहारे सर्वे स्वराः अनन्तरं हयवर इति अन्तर्भूतम् अस्ति. तद् मध्ये अस्ति चेत् कवर्गः पवर्गः, कु इत्युक्ते कवर्गः, पु इत्युक्ते पवर्गः. आङ् इति कश्चन उपसर्गस्य नाम, आङ् उपसर्गः. नुम् इति अनुस्वारः. व्यवधाने इत्युक्ते मध्ये अस्ति चेदपि रेपस्य क्षम्यतां नकारस्य नकारादेशो भवति. रामेण इति पदं स्वीकुर्मः, तत्र रेपः प्रथमम् अस्ति. अनन्तरं किम् अस्ति, अकारः, अट् प्रत्याहारस्य एकः वर्णः. वयं दृष्टवन्तः किल, तत्र अट् प्रत्याहारे यदा आ इ उ तत्र अष्टादश अकारस्य स्वीकरणम् इति, तत्र आकारः अपि तत्र अन्तर्भूतः. अतः आ अट्. मकारः तु पवर्गस्य पञ्चमवर्णः, हु इति किल, तत्र अनन्तरं तदपि मध्ये अस्ति. ए रामेण ए इति अस्ति, तदपि अट् प्रत्याहारे अन्तर्भूतः वर्णः. अतः नकारस्य नकारः भवति. यदा मध्ये एतद् स्वरः अनन्तरं पवर्गस्य कश्चन वर्णः अस्ति चेदपि तद् भवति इति एतत् सूत्रं वदति. अस्तु अस्तु. अट् प्रत्याहारः, क वर्गीयवर्णाः, पवर्गीयवर्णाः, एते सर्वे अपि मध्ये आगच्छन्ति चेत् रेफस्य रेफनकारयोः मध्ये णत्वं भवति इति. अस्तु अस्तु, तावदेव तत्र. अस्तु भगिनि, एकवारम् उदाहरणं पुनः एकवारं रामेण इति रेफः प्रथमम् आम् प्रथमं रेपः अस्ति, अनन्तरम् आकारः अस्ति किल, राम अट् वर्णः. मकारः तु पपबम पवर्गस्य पञ्चमवर्णः. एकारः रामेण इति एकारः तु अट् प्रत्याहारस्य वर्णः. तद् मध्ये अस्ति अस्ति चेदपि रामेण इति भवति. धन्यवादः. अस्तु अस्तु. अत्र अद्य अत्र स्थगयामः. करपत्रं वयम् अग्रिम समानपदे इत्युक्ते एकस्मिन् पदे एव रामेण इति णकारः तस्मिन् पदे एव. रामः सीताम् आनयति इति, आनयति इति नकारः कुत्रापि अन्यस्मिन् स्थले अस्ति चेत् तस्य परिवर्तनं न भवति. एकस्मिन् पदे एव. अस्तु. इदानीं आम् रसाभ्यां नूनः समानपदे नत्वविधायकसूत्रं, विधिसूत्रम् इदम् अट् कुप् वाङ्ग् इदं सूत्रं नियमसूत्रं वा? न न न न, परिभाषा प्रायः नियम नास्ति. किमपि तत्र बाधा किमपि सीमा न स्थापयति किल महोदय, प्रायः परिभाषा एव सहायं करोति. विधि किमपि विधिः तत्र नास्ति. भवति यदा वयं गच्छता कालेन भवति अट्कुप्वाङ्गं, तत्र किमपि न विधीयते, किमपि आदेशः वा आगमः वा न विधीयते. तत्तु सहायरूपेण आगच्छति, रसाभ्यां नोनः समानपदे इति सूत्रस्य सहायरूपेण आगच्छति. अतः परिभाषासूत्रमेव. रसाभ्यां नकाराभ्यां मध्ये अट् कुप् वाङ्नुम् एतत् अन्य वर्ण आगच्छति चेत् णकार न भवति वा? न भवति, नत्वं न भवति, नत्वं न भवति. सो दिस् इस् लैक् अ नियम, रैट्? It restricts the scope of इत्युक्ते न न नियमः अहम् अवगच्छामि, परन्तु नियमः इत्युक्ते पूर्णतया तस्य रेस्ट्रिक्षन् भवति. अहं किञ्चित् दृष्ट्वा अपि अग्रिमसप्ताहे वदामि. यदा अहम् अवगच्छति तत्तु परिभाषा एव सहायरूपेण आगच्छति, परन्तु अहम् अवगतं भवतः प्रश्नः अपि अवगतः. अहं चिन्तयित्वा वदामि महोदय. अस्तु मेडं. न अत्र यदा वयं सूत्रं परिशीलयामः तत्र एव अवगमनं भवति महोदय, यदा कुत्र नियमसूत्रं कुत्र परिभाषासूत्रम् इति भवति एव, नास्ति चिन्ता, भवति एव. अस्तु, धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.